अस्तु, तर्हि अनुमानस्य विषये चर्चा जायमाना अस्ति अस्माकं वर्गे, तत्र च गते सप्ताहे अस्माभिः कानिचन अनुमानवाक्यानि परिशीलितानि. तत्र अस्माभिः दृष्टं यत् अनुमानवाक्यं द्विधा भवति इति. एकत्र अन्वयव्याप्तिः, अपरत्र व्यतिरेकव्याप्तिः इति आसीत्. तर्हि सन्ध्या भगिनी अन्वयव्याप्तिप्रसङ्गे उदाहरणं दत्वा किञ्चित् विवरणं ददाति वा? आं भगिनि, तत्र अन्वयव्याप्ति इत्युक्ते अस्ति अस्ति तद्वा अस्ति? हा हा हा, इत्युक्ते यत्र यत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयव्याप्तिः. तर्हि यत्र यत्र यत्र हेतुः अस्ति तत्र तत्र व्याप्तिः. तर्हि तस्य उदाहरणमस्ति यत्र यत्र धूमः तत्र तत्र वह्निः इति. तर्हि एतद् हा, तस्मिन् वाक्ये यद् भवत्या उक्तं यत्र यत्र धूमः तत्र तत्र वह्नि, तत्र किञ्चित् वदति वा हेतुः कः, साध्यं किम् इत्यादिकम्, अपि च पक्षः? तत्र पक्षः अस्ति पर्वतः इत्युक्ते यस्मिन् किमपि अस्ति यस्मिन् साधयितुम् इच्छामः सः पक्षः इति, अतः अस्मिन् सन्दर्भे पर्वतः इति पक्षः. तत्र हेतुः अस्ति धूमः. धूमः अस्ति हेतुः यद् साधयितुम् इच्छामः. न, धूमः अस्ति हेतुः यत् कारणमस्ति. अनन्तरं साध्यम् अस्ति वह्निः अत्र यत् साधयितुम् इच्छामः. अनन्तरं तत्र उदाहरणमस्ति तत्र यथा महानसं तत्र उदाहरणरूपेण इति अस्ति. हा, समीचीनं. तर्हि दृष्टान्तः इति उच्यते. दृष्टान्तः, आम्. तर्हि अनुमानवाक्यस्य चत्वारः भागाः, पक्षः, साध्यं, हेतुः, दृष्टान्तः इति यथा भगिन्या उक्तं. तत्र हा, धूमः इति हेतुः, यतोहि अनुमानस्य कारणमस्ति धूमः. अत्र स्मर्यतां यत् कारणम् इति वदामश्चेत् किञ्चित् सावधानतया वक्तव्यं भवति, यतोहि धूमः वह्नेः कारणं नास्ति किल. परन्तु धूमः हेतुः अस्ति. कस्य हेतुः? अनुमानस्य हेतुः. हा, अनुमान ज्ञानस्य कारणमस्ति. अनुमानरूपज्ञानं यत्र उदेति तत्र हेतुः तस्य कारणमस्ति. धूमः इति हेतुः अस्ति, अतः वह्निः स्यात् इति ज्ञानम् अथवा अनुमानस्य कारणं भवति हेतुः. साध्यम् इति वह्निः, अपि च भगिनी तत्र अनयोः मध्ये व्याप्यव्यापकभावः अपि अस्ति, तत्र किञ्चित् वदति वा? तर्हि व्यापकः इति अधिकदेशवृत्तिः अस्ति. यस्य अधिकदेशवृत्तिः सः व्यापकः. अनन्तरं न्यूनदेशवृत्तिः व्याप्यः. तर्हि अस्मिन् सन्दर्भे वह्निधूमयोः मध्ये तत्र व्याप्यः धूमः अस्ति, अनन्तरं व्यापकः वह्निः अस्ति. यतोहि धूमस्य वृत्तित्वं न्यूनदेशे अस्ति, वह्नेः वृत्तित्वम् अधिकदेशे. किमर्थमित्युक्ते यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति एव, परन्तु यत्र यत्र वह्निः अस्ति सर्वदा तत्र धूमः भवेत् इत्येव न. समीचीनं, सम्यक् अस्ति. तर्हि अधिकदेशवृत्तिः वह्निः, व्यापकः. न्यूनदेशवृत्तिः धूमः, व्याप्यः इति अस्ति. अनयोः मध्ये सम्बन्धः, हेतुसाध्ययोर्मध्ये सम्बन्धः तादृशः अस्ति. अस्तु, अग्रे अस्माभिः व्यतिरेकव्याप्तेः उदाहरणमपि दृष्टमासीत्। सावित्री भगिनी, तस्य विषये किञ्चित् वदति वा? व्यतिरेकव्याप्ति तत्र स्वीकुर्मः यत्र हेतुः केवलं पक्षे नास्ति, पक्षे अस्ति, अन्यत्र कुत्रापि न लभ्यते। यथा वह्निः उष्णः वह्नित्वात्, तथा वदामः चेत् वह्नित्वात् वह्नेः धर्मः एव, अन्यत्र कुत्रापि न लभ्यते। तदा अन्वयव्याप्तिः इति न स्वीकर्तुं शक्यते। किमर्थं चेत् तत्र अन्यत् दृष्टान्तः एव न दातुं शक्यते। अत्र वह्नि उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति स्वरूपः भवति। तदपि अनुमानप्रयोगे एव, परन्तु अत्र यथा जलम् इति व्यतिरेकदृष्टान्तः इति न भवतु न भवितुम् अर्हति, परन्तु तथा वदति। नाम तत् तथा वाक्यं प्रयोगः अस्ति, यथा जलम् इति प्रयोगः अस्ति, इत्युक्ते जले वह्नित्वं नास्ति अतः उष्णत्वं नास्ति। इदानीं तमेव तदेव वाक्यं वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम् इति उक्त्वा जले वायुत्वमपि नास्ति, तर्हि अतः वायौ उष्णः औष्ण्यं स्यात् इति तर्कः उदेति, किन्तु तत्तु समीचीनं नास्ति। तत् समीचीनं नास्ति। अत्र अभावं स्वीकृत्य यत्र यत्र वह्नि अभावः वर्तते तत्र तत्र धूमाभावः वर्तते इति तस्य अर्थः भवति। व्यतिरेकव्याप्ति स्थले समीचीनम्। तर्हि कथं वदति वह्निः उष्णः उष्णत्वा, क्षम्यतां, वह्निः उष्णः वह्नित्वात् इति वाक्यं कथं वदति नास्ति उपयुज्य? नास्ति उपयुज्य यत्र यत्र उष्णत्वं नास्ति साध्यं नास्ति तत्र तत्र हेतुः नास्ति। यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति। सम्यक् सम्यक्। तर्हि जले उष्णत्वं नास्ति तर्हि अवश्यं जले वह्नित्वं नास्ति इति वदनं सम्यक् एव, परन्तु विपरीतरीत्या जले वह्नित्वं नास्ति अतः उष्णत्वं नास्ति इति वदनेन पक्षे नाम वह्नौ उष्णत्वम् अस्ति इति न साधयितुं शक्नुमः। परन्तु विपरीतरीत्या यदि साध्यस्य अभावः अस्ति कुत्रचित् अतः हेतोः अभावः अपि अस्ति इति वदनं सम्यक् भवति, तदा हेतुसाध्ययोर्मध्ये यः कोऽपि सम्बन्धः अस्ति तत् सुदृढं भवति। साध्यः नास्ति अतः हेतुः नास्ति इति वदनमस्ति व्यतिरेकव्याप्तिः, अपि च हेतुः अस्ति अतः साध्यमपि अस्ति इति वदनम् अन्वयव्याप्तिः। अस्तु, अग्रे तर्हि राजेन्द्रमहोदय, अत्र इतोपि द्वौ सम्बन्धौ स्तः हेतुः साध्ययोः मध्ये कारणकार्यं कार्ययोः मध्ये, तस्य विषये किञ्चित् वदति वा? अत्र किम् अस्ति, अत्र यथा भवती पूर्वम् उक्तवती, अत्र कार्यकारणभावः नास्ति, व्याप्य व्यापकभावः अस्ति। व्याप्यः यथा भगिनी पूर्वम् उक्तवती, व्याप्यत् क्षेत्रं न्यूनम् अस्ति, केन व्याप्य भवति तत्र व्यापक तं व्यापकः व्यापकः अस्ति तद् व्यापकेन व्याप्यते व्याप्यते यथा यथा वह्नि धूमः अस्ति वह्निः तु व्यापकः धूमः व्याप्यः धूमो व्याप्य वह्निः धूमो व्याप्य वह्निः यथा तत् सत्यं भगिनि वाक्यं सम्यक् न न न महोदय भवता यदुक्तं तत् सर्वं समीचीनमेव पुनरावर्तनम् अभवत् तत् सम्यक् किन्तु तत्र चत्वारि वाक्यानि सन्ति खलु अन्वयव्याप्ति व्यतिरेकव्याप्ति अन्वयव्यभिचारः व्यतिरेकव्यभिचारः तस्य विषये किञ्चित् वदतु अन्वयव्याप्तिः अस्ति यत्र यथा यत्र यत्र धूमः तत्र तत्र वह्निः यथा वदामः यत्र हेतुः यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यम् अस्ति तत्र अन्वयव्याप्तिः अस्ति यथा यथा पर्वत वह्निमान् धूमः पर्वतः वह्निः धूमवान् यथा वदामः तत्र पर्वते पर्वतः पक्ष अस्ति तत्र धूमः हेतुः अस्ति धूम दृष्ट्वा अनुमानं कर्तुं शक्नुमः तत्र वह्निः भवेत् तत्र यत्र यत्र धूमः तत्र तत्र वह्निः तथा वक्तुं शक्नुमः परन्तु व्यतिरेकव्याप्तिः यथा साध्य अभावः तथा साध्य अभावः अस्ति तत्र हेतु अभावः अपि भवति परन्तु विपरीतरीत्या न वक्तुं शक्नुमः यत् हेतु अभावः अस्ति तत्र साध्य अभावः अपि भवेत् यथा यथा यथा धूम वह्निः धूमः उदाहरणं स्वीकृत्य स्वीकुर्मः तत्र धूमः वह्निः अस्ति तु धूमः भवेत् अथवा न भवेत् तथा वह्निः धूम अभावे अपि वह्निः भवितुम् अर्हति तथा तथा तादृशी वाक्यं न वक्तुं शक्नुमः यथा धूम अभावः तथा वह्निः अभावः इदानीं यथा व्यतिरेकव्याप्तिः यथा अस्ति तत्र वदामः यत्र यत्र वह्निः अभावः तत्र तत्र धूम अभावः अपि भवति तथा एव वक्तुं शक्नुमः तृतीय अस्ति अन्वयव्यभिचारः यत्र कार्यम् अस्ति परन्तु कार्यं नास्ति यथा मङ्गलमस्ति मङ्गलश्लोकमस्ति परन्तु कार्यं सम्पूर्णं नास्ति कादम्बरी भानुभट्टः यथा उदाहरणरीत्या स्वीकुर्मः चेत् व्यतिरेकव्यभिचारः यथा कारणं नास्ति परन्तु कार्यम् अस्ति यथा नास्ति ग्रन्थेषु यथा चार्वाकः तथा मङ्गलं नास्ति कारणं नास्ति परन्तु कार्यं तु अस्ति तत् बहुषु नास्ति ग्रन्थेषु ग्रन्थाः तु तत् भवन्ति एव तत् एवं वा हा हा समीचीनम् अस्तु तर्हि कार्यकारणयोर्मध्ये चत्वारः सम्बन्धाः वर्तन्ते यथा महोदयेन उक्तम् अन्वयव्याप्तिः अथवा अन्वयसहचारः व्यतिरेकव्याप्तिः अथवा व्यतिरेकसहचारः अन्वयव्यभिचारः अपि च व्यतिरेकव्यभिचारः इति अस्तु इतः अग्रे गत्वा अस्माभिः परिशीलितमासीत् अनुमानं द्विविधं भवति इति स्वार्थानुमानं परार्थानुमानं च तत्र स्वार्थानुमानस्थले किञ्चित् परिशीलनं जातं यत्र चत्वारि सोपानानि सन्ति स्वार्थानुमानस्य कृते तस्य विषये जयन्ति भगिनी किञ्चित् वदति वा आं भगिनी श्रूयते वा आमां सम्यक्तया श्रूयते स्वार्थानुमानं तदा जायते यदा प्रत्यक्षेन कस्यचित् मनसि ज्ञानम् अनुमितिरूपज्ञानम् उदेति स्वार्थानुमानस्य चत्वारि सोपानानि सन्ति यैः अनुमितिः जायते प्रथमं तु पक्षधर्मता ज्ञानम् इति प्रथमं सोपानम् अत्र पक्षः यः अस्ति पक्षे हेतुः अस्ति इति ज्ञानं यथा पर्वते धूमः दृश्यते कस्यचित् कश्चित् रामः इति बालकः स्वीकुर्मश्चेत् सः पर्वते धूमं पश्यति, धूम एतत्तु पक्षधर्मता ज्ञानं, पक्षः इति पर्वतः, पर्वते हेतुः इति धूमः, तत्र पर्वते धूमं पश्यति, तदेव पक्षधर्मता ज्ञानं. धर्मता इत्युक्ते वृत्तित्वं, पक्षे हेतोः वृत्तित्वम् वृत्तित्वम् द्वितीयं ज्ञानं, अस्ति व्याप्तिज्ञानम्. अत्र रामः अन्य कुत्रापि तस्य अनुभवः अस्ति, धूमः अस्ति चेत् वह्निः अस्ति इत्यस्य ज्ञानं तस्य पूर्वमेव स्यात्. अतः एतत्तु व्याप्तिज्ञानम् इति उच्यते, यत्र यत्र धूमः तत्र तत्र वह्निः इति आनुभविकज्ञानं पूर्वमेव अजायत तस्य मनसि, सः एव तत्तेव इदमेव व्याप्तिज्ञानम् इति उच्यते. उद्बोधकरूप तर्हि एकः एव लघुबिन्दुः, प्रथमज्ञानं पक्षधर्मता इति साक्षात् पश्यति धूमं, तर्हि पक्षधर्मता इति प्रत्यक्षज्ञानं, प्रत्यक्षप्रमाणं. व्याप्तिज्ञानम् इति भवत्या यथा उक्तं, संस्कारेण उद्बुद्धं भवति स्मरणम्, अतः व्याप्ति यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयव्याप्तिज्ञानम् अस्ति, स्मरणात्मकं ज्ञानम् इति. अस्तु, तावदेव भगिनि, अग्रे. व्याप्तिविषयकं स्मरणम् इति उच्यते, व्याप्तिज्ञानं यत् अस्ति. तृतीयं सोपानमस्ति परामर्शः इति. धूमदर्शनम् अभवत्, अनन्तरं व्याप्तिस्मरणम् अपि अभवत्, एतयोः मेलनेन वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् उदेति रामस्य मनसि. इत्युक्ते वह्निना व्याप्य धूमः अस्ति, पर्वते इति इति ज्ञानं, वह्निव्याप्य ज्ञानम् इति तृतीया तत्पुरुष कर्मधारय समासः अस्ति, वह्निव्याप्य धूमः इति. धूमस्य विषयः एव अस्ति यत् परामर्शः इति ज्ञानं, धूमः इति वह्निना भवति इत्यस्य विश्लेषणरूपज्ञानम्. अन्तिमं ज्ञानम् अस्ति अनुमितिः इति. सर्वं तृतीयविधं विधज्ञानानि मिलित्वा तस्य मनसि निगमनं जातः, अस्ति पर्वतः वह्निमान् इति. अस्मिन् पर्वते वह्निना जायते धूमः इत्यस्य ज्ञानमेव अनुमितिः इति उच्यते. हा, अस्तु, सम्यक् अस्ति, समीचीनं. तर्हि अन्तिमज्ञानं पर्वतः वह्निमान् इति परामर्शजन्यज्ञानम् अस्ति, परामर्शजन्य अनुमितिः. तर्हि स्मर्तव्यं यत् भगिनी अपि उक्तवती, तृतीयसोपाने अपि धूमस्य एव विषयः, एतावता वह्निः पर्वते अस्ति इति अनुमितिः न जाता. प्रथमेषु त्रिषु सोपानेषु तत्र केवलम् अस्तु, वह्निः धूमः अस्ति, धूमः कीदृशः, धूमः वह्निना व्याप्यः इत्यादिकं, धूमस्य एव विषयः चतुर्थसोपाने एव अन्ततो गत्वा सः पर्वतः वह्निमान् इति निर्णयं करोति, सः एव अनुमितिः इति. तर्हि समीचीनम्. एतावत् पर्यन्तं स्वार्थानुमानं कीदृशमस्ति, कानि सोपानानि इति परिशीलितम्. इतः अग्रे अद्य पठितव्यं भवति. अस्तु, नूतनतया केनचित् आगतं वा तदभ्यन्तरे? सन्ध्या भगिनी, सावित्री भगिनी, भारती भगिनी, अस्ति खलु? अस्मि भगिनी. नमस्ते. तर्हि हा भारती भगिनी विहाय शृणोमि एव अद्य भगिनि करपत्रं नास्ति. अस्तु अस्तु अस्तु अवश्यं भगिनि शृणोतु. तर्हि प्रश्नाः सन्ति चेत् वर्धिनी भगिनि. अस्तु सम्यक्. मम समीपे अपि करपत्रं नास्ति, श्रोतुमिच्छामि. अस्तु भगिनि. अस्तु तर्हि सन्ध्या भगिनी पठति वा अत्र स्मरणार्थम् इत्यस्मात् आरभ्य. आं भगिनि, अत्र स्मरणार्थं वह्निव्याप्य उच्यते. व्यस्तप्रयोगे वह्निना व्याप्यः धूमवान् इति भवति. तत्र वि उपसर्गपूर्वकः आप् धातुः लटि व्याप्नोति, आवरणं करोति इत्यर्थः. व्याप्यः व्याप्या व्याप्यम् इति कर्मण्यर्थकं विशेषणं ण्यत् प्रत्ययान्तं. पेयं खाद्यं कार्यं वाक्यं व्याप्यम् इत्यमानि पदानि ण्यत् प्रत्ययान्तानि. व्याप्यः इत्यस्य विपरीतार्थकं पदं नुल् प्रत्ययान्तं व्यापकम्. यः व्याप्नोति सः व्यापकः, यं व्याप्नोति सः व्याप्यः. तर्हि अत्र व्याप्यः अपि च व्यापकः इति पदयोः विषये तत्र वह्नि व्याप्य धूमवान् इति समस्तपदं यदस्ति तर्हि व्यस्तप्रयोगे वह्निना व्याप्यः धूमवान् इति अस्ति, इत्युक्ते पर्वतः अत्र. तर्हि व्याप्यः इति तत्र वि उपसर्गपूर्वकः आप् धातुः, तत् लट्लकाररूपं व्याप्नोति, अर्थः अस्ति आवरणं करोति, आच्छादनं करोति इति. अनन्तरं व्याप्यः व्याप्या व्याप्यम् इति तत्र कर्मणि ण्यत् प्रत्ययान्तरूपम् अस्ति. यथा अन्य उदाहरणानि तादृशानि पदानि ण्यत् प्रत्ययान्तपदानि. तस्य विपरीतार्थकपदम् अस्ति नूल् प्रत्ययः, व्यापकः. यथा अन्य उदाहरणानि नायकः पावकः तादृशपदानि. तर्हि नूल् प्रत्ययान्तपदं व्यापकं, ण्यत् प्रत्ययान्तपदं व्याप्यम् इति द्वयो परस्परविरोधकार्थौ. तर्हि यः व्याप्नोति सः व्यापकः, यथा तत्र अस्मिन् उदाहरणे वह्निः. यं व्याप्नोति सः व्याप्यः, उदाहरणे धूमः इति. हा समीचीनमस्ति भगिनि. तर्हि किमर्थम् अत्र वि उपसर्गपूर्वकः आप् धातुतः ण्यत् प्रत्ययः विहितः इति वदति इति सर्वं वदति इति चेत् केषाञ्चन जनानां तत्र भ्रमः स्यात् व्याप्य इति ल्यबन्तरूपम् अस्ति इति. आगत्य इत्यादिकम् अस्ति खलु, तद्वत् उपविश्य तदा तथा व्याप्य इति प्रायः ल्यबन्तं स्यात् इति भाति. परन्तु अस्मिन् प्रसङ्गे वह्नि व्याप्य धूमः, वह्निना व्याप्यः, वह्निना इति तृतीया विभक्तिप्रयोगः, कर्मणि अर्थे एव तृतीया खलु. तर्हि वह्निना व्याप्यः ण्यत् प्रत्ययान्तपदं तादृशधूमः अस्ति. तत्र ल्यबन्तरूपम् अस्ति चेत् विसर्गः कदापि न आगच्छति, केवलं व्याप्य एव तिष्ठति. तर्हि सः अपि भेदः अस्ति. किं भगिनि न अवगतम्? ओ, यदि ल्यबन्तपदम् अस्ति, ल्यप् प्रत्ययान्तपदं, तर्हि तत्र कदापि विसर्गः नैव भवति, व्याप्य इत्येव भवति. आमां सत्यं सत्यं, ल्यबन्त अस्ति चेत् अव्ययम् अस्ति, तत्र त्रिषु लिङ्गेषु न भवति. सत्यं, ण्यत् अस्ति अतः एव व्याप्यः व्याप्या व्याप्यम् इति त्रिषु लिङ्गेषु अपि अस्ति. धूमस्य विशेषणम् अतः पुल्लिङ्गे व्याप्यः. अस्तु सम्यक्. तर्हि सावित्री भगिनि अग्रे. आम् आं भगिनि, अधुना द्वितीयविधम् अनुमानं परार्थानुमानम्. अस्मिन् कश्चन श्यामः स्वस्य गृहे अस्ति, स च पर्वतं न पश्यति, किन्तु रामः पर्वतं गत्वा पर्वते धूमं दृष्ट्वा अहो पर्वतः वह्निमान् इति जानाति. रामः कथं जानाति इति चेत् तस्य आत्मनि क्रमेण इमानि चत्वारि उपयुक्तानि ज्ञानानि स्वार्थानुमानेन उत्पद्यन्ते। तदा सः श्यामस्य गृहं गच्छति। श्यामस्य गृहं गत्वा रामः पञ्चवाक्यानि श्यामं वदति। पर्वतो वनिमान् धूमवत्वात् यो यो धूमवान् स स वह्निमान् यथा महानसं तथा च अयं तस्मात् तथा। प्रतिज्ञावाक्यं पर्वतो वनिमान्, हेतुवाक्यं धूमवत्वात्, उदाहरणवाक्यं यो यो धूमवान् स स वनिमान् यथा महानसम्, उपनयवाक्यं तथा च अयं वह्निः व्याप्य धूमवान् अयं पक्षः, निगमनवाक्यं तस्मात् तथा, तस्मात् धूमवत्वात् तथा वह्निमान्। अत्र द्वितीय विध अनुमानविषये विश्लेषणं दत्तमस्ति, तदस्ति परार्थानुमानम् इति। अस्मिन् प्रसङ्गे स्वार्थानुमानं यथा भवति, स्वस्य अवगमने स्वस्य प्रत्यक्षेन ज्ञानं प्राप्नोति तथा नास्ति। अत्र परार्थानुमानम् इति कश्चन वाक्यं भवति, कश्चन विश्लेषणं भवति। उदाहरणं स्वीकृत्य अत्र दत्तमस्ति, श्यामः स्वस्य गृहे अस्ति, सः पर्वतं न पश्यति, परन्तु रामः पर्वतं गत्वा पर्वते धूमं पश्यति। तत् यथा पूर्वं स्वार्थानुमानं स्वीकृत्य चत्वारानि सोपानानि, चत्वारानि ज्ञानानि अनुभवति, ज्ञानं प्राप्नोति, तदा गृहं श्यामस्य गृहं गत्वा श्यामस्य श्यामं प्रति वदति। पञ्चवाक्यानि सन्ति अत्र, भवति प्रतिज्ञावाक्यं प्रथमवाक्यं, तस्य एव साधनं तस्य एव तदेव साधयितुम् इच्छामः, पर्वतो वह्निमान् प्रतिज्ञावाक्यं। द्वितीयवाक्यं भवति हेतुवाक्यं, किमर्थम् इति पृच्छति चेत् धूमवत्वात् इति हेतुवाक्यं भवति, धूमवत्वात्। तृतीयवाक्यं भवति उदाहरणवाक्यं, यः यः धूमवान् सः सः वह्निमान् यथा महानसम्। अत्र दृष्टान्तः अपि अस्ति, सः पूर्वसंस्कारेण जानाति यत् यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः भवेत् एव, उदाहरणवाक्यम्। उपनयवाक्यं भवति तथा च अयं वह्निव्याप्य धूमवान् अयं पक्षः, अस्मिन् पक्षे धूमः अस्ति। कीदृशं धूमम् इत्युक्ते वह्निना व्याप्य धूमं, तदर्थं पक्षे हेतुः अस्ति अथवा अयं पक्षः धूमवान् इति चतुर्थवाक्यं भवति। पञ्चमवाक्यं भवति निगमनवाक्यं, तस्मात् तथा, तस्मात् धूमवत्वात् तथा वह्निमान्। अत्र यथा महानसे धूमः अस्ति चेत् वह्निः अस्ति, तदर्थं पक्षः धूमव्याप्यः अथवा वह्निना व्याप्य धूमः पक्षे अस्ति, चतुर्थवाक्यं भवति। अन्तिमवाक्यं भवति तस्मात् पक्षे वह्निः अस्ति इति, तथा वा भगिनी? आमां, आं समीचीनं भगिनी, सम्यक्तया प्रतिपादितं भवत्या. तर्हि अत्र भेदः अस्ति. प्रथमं स्वार्थानुमाने चत्वारि ज्ञानानि, अत्र पञ्चज्ञानानि सन्ति. अपि च क्रमशः यथा अत्र आसीत् पक्षधर्मताव्याप्तिज्ञानं परामर्शः अनुमिति, तथापि नास्ति. अत्र किञ्चित् परिशीलनं क्रियते चेत् उदाहरणवाक्ये किमस्ति, यो यो धूमवान् सः सः वह्निमान्, तत्र किञ्चित् व्याप्तिज्ञानमिव. अनन्तरम् उपनयवाक्ये वह्निव्याप्य धूम इत्यादिकं, तत्र परामर्शः अथवा किञ्चित् चिन्तनं क्रियते. वह्निना व्याप्यः धूमः भवति, वह्नि यत्र कुत्रापि धूमः अस्ति इति. अन्तिमवाक्ये क्षामस्य मनसि पक्षधर्मता अपि च अनुमितिः इति जायते. एतावत्पर्यन्तं पक्षधर्मता अपि न जाता श्यामस्य मनसि. रामस्य मनसि तु जातं, यथा भवती उक्तवती, सः प्रथमं गत्वा दृष्टवान्. तर्हि तस्य स्वार्थानुमानं, परार्थानुमानस्थले किञ्चित् भेदः अस्ति. प्रथमतया पञ्चसोपानानि, तदनन्तरम् अस्तु क्रमेण किं किं जायते इति अग्रे पश्येम. राजेन्द्रमहोदय अग्रे पठति वा? भगिनी प्रश्नः अस्ति. हा अस्तु भगिनि. मुद्रणं श्रुतं मया, तत्र महोदयेन उक्तमस्ति यत् अत्र तु वाक्यम् इति अस्ति, न तु ज्ञानं, परन्तु स्वार्थानुमाने प्रत्येकं सोपानं ज्ञानरूपेण अस्ति. अत्र तु केवलं वाक्यम् इति मम अवगमनं सम्यक्तया न. अस्तु, अहं चिन्तयामि, यतोहि प्रथमत्रीणि वाक्यानि सर्वम् एतस्य कस्य रामस्य एव वाक्यानि, अनुभववाक्यानि खलु. पर्वतः वह्निमान् इति रामः वदति, तर्हि रामस्य कृते ज्ञानं, यतोहि सः दृष्टवान् अथवा न, पर्वतः वह्निमान् इति अनुमानं रामस्य कृते. परन्तु श्यामस्य कृते अनुमानमपि नास्ति प्रथमवाक्यं, प्रतिज्ञावाक्यं. सः केवलम् अस्तु रामः वदति, सः प्रायः सत्यं वदेत् इति चिन्तयित्वा शृणोति तावदेव. अतः तर्हि वदतु वदतु भगिनि, क्षम्यताम्. न इति मम अवगमनमस्ति. तदर्थं श्यामस्य कृते वाक्यानि, रामस्य मनसि स्वार्थानुमानेन पर्वतः वह्निमान् इति ज्ञानम् अस्ति, तत् समीचीनं. किन्तु श्यामः यः शृणोति रामं, तस्य कृते एतानि वाक्यानि एव. अस्तु, तर्हि परार्थानुमाने पञ्चसोपानानि ज्ञानरूपैः सन्ति इति न खलु? यथा स्वार्थानुमाने अस्ति प्रत्येकं सोपानं ज्ञानं भवति तत्र. आमामां, परन्तु अत्र परिशीलयामः तर्हि मिलित्वा. प्रथमवाक्यं प्रतिज्ञावाक्यं तु ज्ञानं नास्ति, यतोहि रामस्य एव वाक्यं तत्तु, रामस्य अनुभवं खलु, पर्वतः वह्निमान् इति अनुमानं. तदा किमर्थम् इति श्यामः पृच्छति चेत् धूमवत्वात् इति, तदपि वाक्यमेव. तदनन्तरम् उदाहरणवाक्यं रामः ददाति, यथा महानसम्. इदानीं यथा महानसमिति यत्र वदति, तत्र प्रायः श्यामस्य मनसि अपि स्मरणात्मकं ज्ञानं भवेत्. तदा एव महानसस्य उदाहरणं दातुं शक्नोति खलु इति अहं चिन्तयामि. तदनन्तरं चतुर्थवाक्ये तथा च अयम्. अस्तु, तर्हि श्यामस्य मनसि अपि आत्मनि अपि तादृशसंस्कारः अस्ति चेत्, यत्र यत्र धूमः तत्र तत्र वह्नि, तदा श्यामः रामः आगत्य तथा च अयम् इत्युक्ते तथा च अयं पक्षः वह्निव्याप्रधूमः इति वदति चेत्, तत्र किञ्चित् परामर्शरूपेण श्यामस्य मनसि अपि उदेति ज्ञानम् इति चिन्तयामि. अस्तु अस्तु भगिनि, अस्तु अग्रे पठेम तर्हि. राजेन्द्रमहोदय. आं भगिनि, अयं क्रमः यथा जयन्ति भगिनि इदानीमेव उक्तवती, तत्र अत्रापि लिखितमस्ति अयं क्रमः वार्तालापरूपेण जायते इति चिन्त्यताम्। रामः पर्वतवह्निमान् इति वदति। श्यामस्य मनसि आकाङ्क्षा भवति कुतः वह्निमान् इति अङ्गीकर्तव्यम् इति पृच्छति सः। तदा आकाङ्क्षानिवृत्त्यर्थं रामः उत्तरयति धूमवत्त्वात् इति। श्यामः पुनः पृच्छति धूमवत्त्वम् अस्ति चेत् कुतः वह्निः अङ्गीकर्तव्यः प्रश्नः पृच्छति। तत्र रामः उत्तरं ददाति यो यो धूमवान् स स वह्निमान् यथा महानसम् इति व्याप्तिबोधकम् उदाहरणवाक्यं एवं च प्रश्नोत्तररूपेण भवति। अत्र तु प्रथम त्रीणि वाक्यानि ये सन्ति तत् वार्तालापरूपेण एव जायते। वयं चिन्तयामः तथा रामः वदति पर्वतः वह्निमान् यदा श्यामः तत् वाक्यम् अशृणोति तस्य मनसि आकाङ्क्षा भवति कुतः वह्निमान् इति अङ्गीकर्तव्यं कुतः तत् अङ्गीकर्तव्यं कथम् अङ्गीकर्तव्यं सः पृच्छति। तदा आकाङ्क्षानिवृत्त्यर्थं रामः उत्तरति पुनश्च उत्तरं ददाति धूमवत्त्वात् इति धूमवत्त्वात् इति तत्कारणात्। श्यामः पुनः पृच्छति धूमवत्त्वम् अस्ति चेत् कुतः वह्निः अङ्गीकर्तव्यः तस्य प्रश्नः अस्ति। तत्र रामः उत्तरं ददाति यो यो धूमवान् स स वह्निमान् यथा महानसं। तत्र रामः उदाहरणं ददाति यो यो धूमवान् स स वह्निमान् यथा महानसम् इति व्याप्तिबोधकम् उदाहरणवाक्यम् एवं च प्रश्नोत्तररूपेण वार्ता जायते। अत्र रामः रामश्याममध्ये वार्ता जायते। तत् अग्रे पठामि वा भगिनि? हा हा सम्यक् महोदय। तर्हि अस्य विषये किञ्चित् चिन्तनं कुर्मः। व्याप्तिबोधकम् उदाहरणवाक्यम् इति उक्तं खलु। अवश्यम् एतद् वाक्यं, किन्तु अहं चिन्तयामि यदि उदाहरणवाक्यं ददाति महानसम् इति वदति चेत् रामस्य मनसि तादृश अजम्पशन् स्यात् यद् श्यामः महानसं दृष्टं भवेत् इति श्यामेन। तर्हि मम चिन्तनमस्ति अत्र स्मरणात्मकं ज्ञानं, व्याप्तिबोधकं तादृशस्मरणात्मकं ज्ञानं श्यामस्य आत्मनि भवेत्, तदा एव सः तादृश उदाहरणं दातुं शक्नोति इति। अन्ये किं चिन्तयन्ति ये वर्गे आसन् अथवा श्रुतवन्तः वर्गस्य? यथा रामः महानसं उदाहरणं ददति तत्र प्रायशः श्यामस्य गृहे अस्ति, तत्र अपि पाकशाला अस्ति, सः तत् चिन्तयति। सः तु जानाति एव यथा महानसं वदामि तत्र यो यो धूमवान् स स वह्निमान् यथा महानसं, तत्कारणात् एव प्रायशः तथा उदाहरणं ददति। यथा जानाति श्यामः अपि जानाति जानेयुः यत्र धूमवान् अस्ति तत्र वह्निः अस्ति। अस्तु, आं प्रायः तथा स्यात्। यद्यपि वाक्यानि एव तानि इति उच्यते, किन्तु अत्र महानसमिति वदति चेत् तर्हि श्यामस्य तादृशज्ञानं भवेत्, संस्कारात्मकं ज्ञानं महानसस्य विषये, यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिविषयकं संस्कारात्मकं ज्ञानं, तदा एव वक्तुं शक्नोति तथा इति चिन्तयामि। अस्तु, अग्रे गच्छामः। जयन्ती भगिनी अग्रे पठति वा? आं भगिनि, परार्थानुमानस्य अन्वयव्याप्तिस्थले पक्षः साध्यवान् इत्यस्य प्रदर्शनार्थम् एते पञ्च अवयवाः भवन्ति। प्रतिज्ञा हेतु उदाहरणोपनयनिगमनानि पञ्च अवयवाः इति तर्कसङ्ग्रहवाक्यम्। पर्वतो वह्निमान् धूमवत्वात् यो यो धूमवान् स स वह्निमान् यथा महानसं तथा च अयं नाम वह्निव्याप्य धूमवान् अयं पर्वतः तस्मात् तथा तस्मात् धूमवत्वात् अयं पर्वतः तथा वह्निमान् परार्थानुमानस्य प्रक्रियायां पञ्चवाक्यानि वयं दृष्टवन्तः एतानि वाक्यानि पञ्च अवयवः इति उच्यन्ते प्रतिज्ञाहेतु उदाहरणोपनयननिगमनानि इति पञ्च अवयवाः तर्कसङ्ग्रहे नामकरणमस्ति प्रथमं तु अत्र तु यथा भवत्या उक्तं क्रमः तु किञ्चित् भिन्नः अस्ति प्रथमं तु पर्वतः वह्निमान् इति रामस्य प्रकटनम् अस्ति तस्य अनुमिति ज्ञानस्य प्रकटनं भवति पर्वतः वह्निमान् इति धूमवान् पर्वतः अतः पर्वतः वह्निमान् इति वदति न पर्वतः वह्निमान् इति प्रथमं वदति तत्र धूमः इति धूमः भवति इत्यस्मात् पर्वतः वह्निमान् इति तस्य मनसि ज्ञानं अभवत् यः यः धूमवान् सः सः वह्निमान् यथा महानसम् परार्थानुमानस्थले पाठनरूपेण श्यामस्य मनसि बोधः जातः प्रायः तस्य मनसि अपि महानस्य अनुभवः अस्ति अतः महानस्य उदाहरणं दत्वा व्याप्तिज्ञानं ज्ञानस्य बोधः जातः इति मन्ये यत्र यत्र धूमः तत्र तत्र वह्निः इत्यस्य बोधः जातः महानस्य उदाहरणं दत्वा तथा च अयं नाम वह्निव्याप्य धूमवान् अयं पर्वतः अतः एव श्यामस्य मनसि ज्ञानम् उदेति अयं पर्वतः वह्निव्याप्य पक्षः इति वह्निव्याप्य धूमवान् इति अतः एव अन्तिमं सोपानम् अस्ति तस्मात् तथा महानस अनुभवेन पर्वते अपि तादृशी एव स्थितिः अस्ति इत्यस्मात् पर्वतः अपि वह्निमान् इति समीचीनं भगिनि तथा एव अस्ति तर्हि यः कोऽपि व्याप्तिविषयकं ज्ञानम् अङ्गीकरोति यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिविषयकं ज्ञानम् अस्ति चेत् कस्यचित् तर्हि सः इदमपि जानाति यत् वह्निः व्याप्यः क्षम्यतां वह्निः व्यापकः तर्हि व्यापकः अस्ति चेत् तत्रैव व्याप्यः अपि धूमः भवति इति कृत्वा उभौ अपि स्याताम् पक्षे नाम पर्वते अतः वह्निव्याप्य धूमवान् भवति पर्वतः इति परामर्शः जायते अस्तु तदनन्तरं यथा भवत्या उक्तम् इदानीं तत्र वह्निमान् अस्ति पर्वतः इति अन्तिमसोपाने ज्ञानं भवति धूमवत्वात् अयं पर्वतः वह्निमान् इति यतोहि यत्र प्रश्नः अस्ति यत्र यदा रामः वदति यो यो धूमवान् स स वह्निमान् यथा महानसं यदा सः रामः दृष्टान्तः प्रस्तुत करोति महान् यथा महानसं तदा एव प्रायः श्यामः जानाति यो यः धूमवान् सः सः वह्निमान् तस्य महत्त्वं किम् अस्ति अभिप्रायः कः एवं वा भगिनि आं महोदय तस्य श्यामस्य मनसि श्यामस्य आत्मनि तादृशसंस्कारः अस्ति चेत् महानसं दृष्ट्वा तदा उपनयवाक्यं तस्य कृते अर्थपूर्णं भवति. अपि च यदा रामः महानसस्य उदाहरणं ददाति चेत् तर्हि सः अपि जानीयात् यद् अस्तु उदाहरणं सामान्यम् अस्ति, महानसं दृष्टवान् अस्ति श्यामः इति. तर्हि भगिनि वा प्रश्नः न तावदेव आसीत्. उपनयवाक्यं तदा अर्थपूर्णं भवति श्यामस्य कृते यदा महानसस्य अनुभवः जातः तदा एव. तावदेव अग्रे सन्ध्या भगिनि. आम् तर्हि एतत् सर्वम् अत्र एवं चिन्तितमस्ति वा स्वीकृतमस्ति यत् श्यामः अपि जानाति यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति, तस्यापि ज्ञानं भवति चेदेव एतत् कार्यं करोति इति अस्ति वा? आम् सत्यं सत्यं तथा एव अस्ति. महोदयेन अपि तथा उक्तम् इति चिन्तयामि वर्गे ये केऽपि श्रुतवन्तः तत्र. परन्तु सामान्य उदाहरणं दत्त्वा सामान्य उदाहरणं दत्त्वा वदति चेत् तस्य मनसि अपि तादृशपरामर्शः जायेत. सः कदापि महानसे एतादृशं किमपि न दृष्टवान् स्यात् पूर्वं, तथापि रामस्य कथनेन सः एतद् ज्ञात्वा अग्रे तस्यापि निगमनवाक्यात् तस्यापि तत्र अनुमितिः परार्थानुमतिः भवितुम् अर्हति किल, यतोहि सः पूर्वं एतत् सर्वं न दृष्टवान् वा एतस्य ज्ञानं नास्ति, परन्तु इदानीं रामस्य श्रुत्वा तस्य ज्ञानं भवितुम् अर्हति किल. रामं सः रामस्य वाक्येषु विश्वासं करोति चेत् रामः आप्तः जनः इति तदा अङ्गीकरोति. किन्तु महानसम् अदृष्ट्वा रामस्य वाक्येन एव तस्य मनसि अङ्गीकारः क्षम्यताम् अनुमानरूपज्ञानं भवेत् इति वदनात् पूर्वं तर्हि रामस्य वाक्येषु तादृशविश्वासः भवेत् तस्य, नो चेत् महानसस्य उदाहरणमेव कार्यं कुर्यात् अत्र. परन्तु भगिनी अहं चिन्तयामि यथा तर्कशास्त्रे प्रमाणं न अस्ति तत्र विश्वासेन कार्यं न करोति. आमां तर्हि यथा यद् भवती उक्तवती तत्र यदि रामस्य वचने विश्वासः अस्ति तस्य तर्हि आप्तवाक्यमिति कृत्वा तस्य ज्ञानं भवति, परन्तु तदा तद् ज्ञानम् अनुमितिज्ञानं न भवति किल, तद् भिन्न. सत्यं सत्यं सत्यं सत्यं तत्र ज्ञानमपि चतुर्विधमस्ति इति खलु, प्रत्यक्षं प्रत्यक्षम् अनुमानं शब्दरूपज्ञानम् अन्यत् किं चतुर्थ शब्दबोधः अपि च अन्यत् एकमस्ति पश्यामि अहमपि. प्रत्यक्षम् अनुमितिः उपमितिः शब्दबोधः. तर्हि यदि सः महानसे एतादृशं न दृष्टवान् केवलं रामस्य वचनेषु एव सः विश्वस्य यदि एतत् सर्वं स्वीकरोति तर्हि शब्दप्रमाणं भवति. परन्तु अत्र तु वयम् अनुमितिज्ञानस्य विषये वदामः, अतः निश्चयेन अस्मिन् सन्दर्भे श्यामस्य तावद् तथा ज्ञानं तादृशं ज्ञानम् आवश्यकम् अस्ति पूर्वं. सत्यं सत्यं सत्यं वर्गे अपि वदतु भगिनि. न इत्युक्ते यथा सन्ध्या भगिन्या उक्तम् अस्ति यदि महानसस्य अनुभवः नास्ति तस्य केवलं शब्दबोधकज्ञानं, परन्तु प्रत्यक्षज्ञानम् अस्ति श्यामस्य, तस्य आधारेण व्याप्तिज्ञानम् उदेति. हा महानसस्य अनुभवः अस्ति प्रत्यक्षज्ञानम् अस्ति तदा एव अग्रिमवाक्य अन्तिमवाक्यद्वयं सार्थकं भवति, नो चेत् श्यामस्य कृते किञ्च अग्रे यत्किमपि वदति रामः उपनयवाक्यरूपेण निगमनवाक्यरूपेण तत्सर्वं निरर्थकं स्यात् यदि महानसं सः न दृष्टवान्, नो चेत् शब्दबोधरूपेण स्वीकर्तव्यं भवति वा किमपि तथा स्यात्. प्रायः सोपानानि भिन्नानि सन्ति शब्दबोध प्रायः हा हा शब्दबोधस्य सोपानानि भिन्नानि स्युः प्रायः अस्तु अस्तु भगिनि समीचीनं कस्य कस्याक्रम सन्ध्या भगिन्याः इति चिन्तयामि अग्रे पठति वा आम् एतद् वा एषु पञ्चसु वाक्येषु आम् एषु पञ्चसु वाक्येषु प्रथमत्रीणि वाक्यानि सैद्धान्तिकानि न तु प्रकृतपर्वतप्रासङ्गिकानि नाम यदा कोऽपि कमपि सूचयति पर्वतो वह्निमान् इति श्रोता तदा पृच्छति कथं ज्ञायते तदा उत्तरमायाति धूमवत्वात् तदा कथं धूमवत्वम् इत्यस्मात् वह्निमत्वं तदा यो यो धूमवान् स स वह्निमान् यथा महानसम् एतावत्पर्यन्तं सिद्धान्तः एव तृतीयेन च व्याप्तिज्ञानं जायते तदा रामः वदति तथा च अयम् इत्युक्ते अस्मिन् पर्वते धूमः अस्ति अत्र एव पक्षधर्मता ज्ञानम् उत्पद्यते श्यामस्य आत्मनि तस्मात् पूर्वं न अग्रे तस्मात् तथा इति पञ्चमवाक्यस्य कथनानन्तरम् एव श्यामस्य आत्मनि परामर्शः तदा अनुमितिः जायते वस्तुतः अस्मिन् मतभेदः वर्तते केचन वदन्ति यद् उपनयवाक्यं धूमवान् अयम् इत्येव भवति अन्ये वदन्ति यद् वह्निव्याप्य धूमवान् अयम् इति भवति तर्हि अत्र परार्थ अनुमानस्य ज्ञाने पञ्चसोपानानि यानि भवन्ति तत्र प्रथमवाक्यत्रयं तु केवलं सैद्धान्तिकानि न तु इदानीं यस्य पर्वतस्य विषये रामः वक्तुम् इच्छति तस्य पर्वतस्य विषये नास्ति परन्तु केवलं सिद्धान्तवाक्यानि सन्ति तर्हि पर्वतो वह्निमान् अनन्तरं कथं ज्ञायते इति यदि कोऽपि पृच्छति तर्हि धूमवत्वात् अनन्तरं कथं धूमवत्वम् अस्ति चेत् वह्निमत्वं तर्हि तत्र उदाहरणवाक्यं वदति यो यो धूमवान् स स वह्निमान् यथा महानसमिति एतावत्पर्यन्तं सैद्धान्तिकवाक्यानि एव अनन्तरं तत्र व्याप्तिज्ञानमस्ति यो यो धूमवान् स स वह्निमान् इति तत्र व्याप्तिज्ञानमस्ति परन्तु चतुर्थे वाक्ये यदा रामः वदति तथा च अयम् इत्युक्ते अस्मिन् पर्वते धूमः अस्ति तर्हि इदानीं यस्य पर्वतस्य विषयः अस्ति सः एव पक्षः अस्ति अतः एतेन वाक्येन एव पक्षधर्मता ज्ञानम् इति आगच्छति श्यामस्य तस्मात् पूर्वं तु केवलं सैद्धान्तिकज्ञानमस्ति अग्रे तस्मात् तथा इति यदा वदति पञ्चमवाक्यं रामः वदति तदा श्यामस्य आत्मनि अनुमितिरूपज्ञानं जायते इति अस्ति अपि च तत्र मतभेदः अस्ति उपनयवाक्ये एव केचन वदन्ति उपनयवाक्यं केवलं धूमवान् अयम् इति भवति अन्ये वदन्ति वह्निव्याप्य धूमवान् अयम् इति अत्र न अहम् अवगच्छामि भगिनि भेदम् इत्युक्ते केवलम् एकस्मिन् पक्षे उपनयवाक्ये धूमस्य उपरि एव अवधानम् इति चिन्तयामि अपरस्मिन् वह्नि अपि आनीयते तत्र साध्यस्य अपि उल्लेखः इति क्रियते इति चिन्तयामि किमर्थं मतभेदः इति न चर्चितं गभीरतया परन्तु एवमेव उक्तम् इति चिन्तयामि तावदेव अपि च भवती तथा च अयम् इति तर्हि तथा इत्युक्ते यथा तथा इत्युक्ते कीदृशः इति प्रश्ने आगते यथा महानसम् इति उत्तरं लभ्यते तर्हि हा महानसेन सह तत्र तुलना अस्ति यथा महानसं तथा अयं पर्वतः इति तर्हि आरम्भात् एव पर्वतपक्षः कः इति स्पष्टः आसीत् उभयोर्मनसि पर्वतो वह्निमान् पर्वतः पक्षः इति तर्हि चतुर्थवाक्ये पक्षस्य किमपि ज्ञानं नास्ति किन्तु पक्षे धर्मता कीदृशी तस्य ज्ञानं जायते इति वार्ता अस्तु भगिनि यथा महानसम् इति वदति चेत् हां यथा महानसे धूमः तद्वत् अयं पर्वतः अपि अस्ति अस्ति इति. तेन प्रायः श्यामस्य मनसि अपि अस्तु पर्वते अपि वह्नि व्याप्य धूमः, तद् व्याप्तिज्ञानस्य अन्वयः तत्रापि भवेत् इति कृत्वा मतभेदः वर्तते इति चिन्तयामि. वह्नि व्याप्य धूमः वा अथवा धूमवान् अयम् इति. अस्तु तर्हि अन्ततो गत्वा अन्तिमवाक्ये चतुर्थवाक्ये पक्षधर्मता इत्युक्ते हेतोः पक्षे विद्यमानत्वम् इति ज्ञानम्. निगमनवाक्ये तस्मात् तथा तत्र किं जायते तस्मात् तथा हा अनुमितिः तदा जायते श्यामस्य आत्मनि अनुमितिः तदा जायते निगमनवाक्येन. हा निगमनवाक्ये परामर्शः अपि भवति अनुमितिः अपि जायते. अस्तु इति परार्थानुमानस्य पञ्च सोपानानि सन्ति. अस्तु तर्हि अग्रे गच्छेम. सावित्री भगिनी अग्रे पठति वा? आं भगिनि. अतः परार्थानुमाने अपि इमानि चत्वारि ज्ञानानि भवन्ति यानि स्वार्थानुमाने दृष्टानि. पक्षधर्मता ज्ञानं प्रत्यक्षात्मकमेव भवेत् इति नास्ति. हेतुः पक्षे अस्ति इति ज्ञानं पक्षधर्मता ज्ञानम्. रामः पर्वते धूमं दृष्ट्वा प्रत्यक्षप्रमाणेन जानाति यत् पर्वतः धूमवान्. श्यामः तथा च अयम् इति श्रुत्वा जानाति यत् पर्वतः धूमवान्. उभयत्र पक्षधर्मता ज्ञानम्. रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते स्वार्थानुमानेन. श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यन्ते किन्तु परार्थानुमानेन. इदानीं भवती उक्तवती एव अत्र परार्थानुमाने पञ्चवाक्यानि सन्ति परन्तु चत्वारि ज्ञानानि एव भवन्ति यथा स्वार्थानुमाने वयं पूर्वमेव दृष्टवन्तः. प्रथमपक्षधर्मता ज्ञानं प्रत्यक्षप्रमाणेन एव भवतु इति किमपि नास्ति. हेतुः पक्षे अस्ति इति ज्ञानं पक्षधर्मता ज्ञानम्. अत्र रामः परन्तु रामः स्वार्थानुमानेन अथवा रामः प्रत्यक्षानुमानेन धूमं दृष्ट्वा जानाति पर्वतः धूमवान्. परन्तु श्यामः यदा रामः वदति तथा च अयं तदा सः जानाति अस्तु पर्वते धूमः अस्ति इति पर्वतः धूमवान् इति. उभयत्र पक्षधर्मता ज्ञानं. पूर्वस्मिन् उदाहरणे स्वार्थानुमाने स्थले प्रत्यक्षेण जायते पक्षधर्मता ज्ञानं. परन्तु अत्र श्यामः जानाति यदा रामः वदति तथा च अयं. रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते स्वार्थानुमानेन यथा पूर्वस्मिन् वर्गे दृष्टवन्तः. श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि भवन्ति परन्तु परार्थानुमानेन पञ्चवाक्यानि स्वीकृत्य यथा पूर्वस्मिन् परिच्छेदे दत्तमस्ति. अन्तिमवाक्ये परामर्शः अपि च अनुमितिः द्वयोः प्राप्यते. समीचीनं. तर्हि अन्ततो गत्वा चत्वारि ज्ञानानि एव भवन्ति उभयोः परन्तु सोपानानि भिन्नानि. अत्र पञ्चसोपानानि. अस्तु भगिनि, भवत्या उक्तमेव अन्तिमसोपाने परामर्शः अनुमितिः उभौ अपि जायते. तस्मात् पूर्वं किं जायते चतुर्थवाक्ये? चतुर्थवाक्ये पक्षधर्मता जायते. न वृत्तिधर्मता स्मरणं न सम्यक्तया एव उक्तं भवत्या पक्षधर्मता. तृतीयवाक्ये वा? अहं चतुर्थे चतुर्थवाक्ये पक्षधर्मता भवती सम्यक्तया पक्षधर्मता. तृतीयवाक्ये? तृतीयवाक्ये वृत्तिज्ञानं व्याप्तिज्ञानं. क्षम्यतां भगिनि. अस्तु, न चिन्ता नास्ति. अस्तु तर्हि हा क्रमः भिन्नः अस्ति. तृतीयवाक्ये व्याप्तिज्ञानं, तदनन्तरम् अस्ति पक्षधर्मता, तदनन्तरम् एकस्मिन्नेव सोपाने परामर्शः अनुमति इति वार्ता. अस्तु, अग्रे राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. अस्य कृते यथा वा अस्य कृते इत्थञ्च ततः वा पठामि. इत्थञ्च अन्वयव्याप्तिः कथम् अस्ति, तद् आधारेण अनुमानस्य पञ्च अवयवाः कथं भवन्ति, तथा च अनुमिति कथं जायते इति अस्माभिः ज्ञातम्. अन्या अन्वयव्याप्त्याः पक्षः साध्यवान् इति सिद्धम्. अधुना अन्ते व्याप्यव्यापक अभावस्य सुदृढतया बोधनार्थम् अन्वयव्याप्तेः स्वरूपम् अवलोकनीयम्. तदानीम् एव अस्माकं सामर्थ्यं भविष्यति व्यतिरेकव्याप्तेः ग्रहणार्थम्. अन्वयव्याप्तिः कथम् अस्ति, तदाधारेण उपरि वयं पठितवन्तः. अनुमान कथम् अनुमानस्य पञ्च अवयवाः भवन्ति तथा च अनुमति कथं जायते, तत् अस्माभिः ज्ञातम्. उपरि अपि पठितवन्तः इदानीम् एव. अन्या अन्वयव्याप्त्या पक्षः साध्यवान् इति सिद्धम्. तदपि अवत् तत् पक्षः साध्यवान् पर्वता धूमवान् वह्निमान् पर्वता वह्निमान् तत्र अपि सिद्धं भवेत् अभवत् इदानीं पर्यन्तम्. अधुना अन्ते व्यापकभावस्य सुदृढताबोधनार्थम् अन्वयव्याप्तेः स्वरूपम् अवलोकनीयम्. इदानीं पूर्वं वयं पठितवन्तः तत्र धूमः व्याप्यः, वह्निः व्यापकः, तत् व्याप्यव्यापकभावः कथं तत् सुदृढता करणार्थं तत्र तस्य सुदृढतया बोधनार्थम् अग्रे किञ्चित् अधिक अवलोकनीयम् अस्माभिः. तदानीमेव अस्माकं सामर्थ्यं भविष्यति व्यतिरेकव्याप्तेः ग्रहणार्थं. व्यतिरेकव्याप्तिः कथं कार्यं करोति, किम् अस्ति, तत् सुदृढतया बोधनार्थम् अस्माभिः किञ्चित् अधिकम् अवलोकनीयम् इदानीम्. समीचीनम्. तर्हि अनुमानस्य प्रसङ्गः जातः, अनुमानं द्विविधम् इति जातः. अधुना पुनः व्याप्तिप्रसङ्गे, अन्वयव्याप्ति व्यतिरेकव्याप्तिप्रसङ्गे किं भवति इति पश्येम. अग्रिमपरिच्छेदे अन्वयव्याप्तेः लक्षणं किम् इत्यस्य चर्चा किञ्चित् पठेम. जयन्ती भगिनी पठति वा? तदनन्तरं खण्डशः परिशीलयामः. अस्य कृते व्याप्यव्यापकभावः इतोपि किञ्चित् ज्ञातव्यः. हेतुः व्याप्यः, साध्यं व्यापकं. व्याप्यः इत्युक्ते व्याप्तिमान्, यः व्याप्तिमान् सः व्याप्यः. पर्वतः वह्निमान् धूमात् इत्यत्र वह्निव्याप्यः नाम कः? धूमः. वह्निव्याप्यधूमः, वह्निव्याप्तिः धूमे इत्यर्थः. वह्निव्याप्तिः नाम कः इति चेत्, धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगिवह्निः समानाधिकरणधूमः. वह्निसामानाधिकरण्यं धूमे. तावत्पर्यन्तं वा अग्रे पठामि? श्रूयते श्रूयते भगिनि. अस्य अर्थः कः? अस्तु अस्तु. अस्य अर्थः कः? धूमव्यापकः वह्निः इत्युक्तौ धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः. व्याप्तेः स्वरूपं कथयति हेतत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरणं करण्यं व्याप्तिः, अनेन अन्वयव्याप्तिः, यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयमेव अर्थः। नाम धूमादिकरणवृत्तिः यः अत्यन्ताभावः तत्र च तत्र स च वह्नेः अत्यन्ताभावः न भवति, यतोहि धूमादिकरणे सर्वदा वह्निः भवति। अतः वह्नि अत्यन्ताभावः स्वीकर्तुं न शक्यते, किन्तु घटपटादि अत्यन्ताभावः भवति, तस्य प्रतियोगी घटपटादिः अप्रतियोगी भवति वह्निः इत्युक्तौ तदेव साध्यम्। स च धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः, तादृशवह्नि अधिकरणवृत्तिः धूमः पुनः, वह्न्यधिकरणवृत्तित्वं धूमे, इयमेव धूमे विद्यमानवह्निव्याप्तिः। धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निसामानादिकरण्यम्, इयं व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः। अस्तु, अत्र किञ्चित् गभीरचिन्तनं करणीयमस्ति, तर्हि पङ्क्तिद्वयं पठित्वा भवती किञ्चित् वदतु। अस्य कृते व्याप्यव्यापकभावः इतोपि किञ्चित् ज्ञातव्यः। अत्र अन्ये अन्वयव्याप्तिविषये व्याप्यव्यापकभावस्य अवगमनं सम्यक् स्यात्, यत्र यत्र हेतुः तत्र तत्र साध्यम् इति। व्यतिरेकव्याप्तेः उपयोगेन एव अस्माकम् अनुमानवाक्यस्य बोधः भवति इत्यस्मात् व्यतिरेकव्याप्तेः स्थले व्याप्यव्यापकभावः कथं भवति इत्यस्य चर्चा अत्र। हेतुः व्याप्यः, साध्यं व्यापकं, तत्तु वयं जानीमः। लघु उद्देशस्य वस्तु हेतुः इति सः व्याप्यः, यं व्याप्नोति सः व्याप्यः इति। साध्यं व्यापकं, यः व्याप्नोति इति साध्यं, वह्निः इति साध्यमस्ति, यः व्याप्नोति पर्वतं। व्याप्यः इत्युक्ते व्याप्तिमान्, यः व्याप्तिमान् सः व्याप्यः। व्याप्तिमान् इत्युक्ते व्यापकं भवति इत्यस्य अर्थः वा? व्याप्तिमान् व्यापकभावः अस्ति, न व्यापकभावः, व्याप्यभावः अस्ति तस्मिन् वा? मान् मान् इत्युक्ते मतुक् प्रत्ययः अस्मिन् अस्य वा इति, तावदेव। आम् व्याप्तिमान्, व्याप्तिमान् इत्युक्ते अस्मिन् व्याप्तिः अस्ति। कस्मिन् व्याप्तिः अस्ति? हेतुः एव व्याप्यः, तस्मिन् व्याप्तिः अस्ति। अस्तु अस्तु, अग्रे गत्वा परिशीलयामः किमर्थं व्यापके व्याप्तिः नास्ति इत्यादिकं परिशीलयामः। किन्तु व्याप्तिमान् इत्युक्ते यस्मिन् व्याप्तिः सः व्याप्तिमान्, व्याप्तिमान् इति विशेषणं भवति व्याप्यस्य, नाम हेतोः अस्ति, व्याप्तिमान् हेतुः, व्याप्तिमान् व्याप्यः। अग्रे पर्वतः भगिनि प्रश्नः आसीत् वा? तत्र किमपि उक्तवती? न प्रश्न न न अस्तु अस्तु, अग्रे पठतु। पर्वतः वह्निमान् धूमात् इत्यत्र वह्निव्याप्यः नाम कः? धूमः। वह्निना व्याप्यः इति पूर्वं पठितमस्ति अस्माभिः, समासरूपेण वह्निव्याप्य धूमः पर्वतः इति, तदेव अस्ति अत्र। वह्निव्याप्य धूमः इत्युक्ते वह्निना व्याप्य धूमः इति। वह्निव्याप्तिः धूम, क्षम्यतां भगिनि, तस्य अर्थः कः? वह्निव्याप्य धूमः इत्यस्य अर्थः कः इति अग्रिमवाक्ये भवती पठन्ती अस्ति। वह्निव्याप्तिः धूमे इति अर्थः, व्याप्तिः वह्निव्याप्तिः इत्युक्ते वह्नेः व्यापनं धूमे अस्ति, व्यापनं व्याप्तिः अस्ति धूमे इति. सत्यं सत्यं सत्यं. वह्निव्याप्तिः नाम कः इति चेत् धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः समानाधिकरणधूमः वह्नि सामानाधिकरण्यं धूमे. धूमः इति धूमाधिकरणवृत्ति इत्युक्ते धूमः अधिकरणं वा तस्मिन् व्याप्तिः अस्ति. धूमः अधिकरणम् इति नास्ति. अस्तु, अन्यः अन्य कापि वह्निः अधिकरणम् अस्ति अत्र. धूमा अधिकरणम् इत्युक्ते वह्निः भगिनि. एकनिमिष एकनिमिष एकनिमिष, धूमस्य अधिकरणं किं? धूमः कुत्र अस्ति? वह्नौ. हा, एकरीत्या तद् सत्यमेव. यतोहि वह्नेः अधिकदेशः धूमः तत् सत्यम् एकदृष्ट्या. परन्तु वस्तुतः हेतोः अपि च साध्यस्य अधिकरणं किम्? पक्षः वा? हा, पक्षः पक्षः. तर्हि धूमाधिकरण इत्युक्ते किम्? धूमाधिकरण पक्षः पर्वतः. धूमाधिकरणवृत्ति इत्युक्ते पर्वते वृत्तित्वम् इत्युक्ते वह्नेः विषये वा? हा, वह्नेः विषयः वा न वा इति अग्रे परिशीलयामः. किन्तु धूमाधिकरणवृत्ति इत्युक्ते किम्? अस्तु, धूमाधिकरणम् इत्युक्ते पर्वतः, तत्तु सर्वैः अवगतमिति मन्ये. वृत्तिः वृत्तिः इत्युक्ते किं न्यायशास्त्रे? तस्मिन् वर्तते इति वा? आदेयः सत्यं सत्यं. यः कोऽपि पदार्थः कुत्रचित् वर्तते सः आधेयः, सः एव वृत्तिः इत्यनेन अपि सूचितः भवति. तर्हि भूमादिकरणवृत्तिः इत्यनेन किं सूचितम् आहत्य? अधिकरणं पर्वतः, अतः आधेयः वह्निः. आधेयः कः इति अग्रे पश्येम. परन्तु केवलं धूमाधिकरणवृत्तिः इति शृणोति चेत् कः पदार्थः इति न जाने एतावत्पर्यन्तम्. अस्तु, धूमाधिकरणवृत्तिः इति कस्यचित् विशेषणं, सः पदार्थः यः कोऽपि भवतु तस्य विशेषणं धूमाधिकरणवृत्तिः इति. तावत् अवगन्तव्यमस्ति प्रथमतया. इत्युक्ते किं? धूमः अस्ति, तस्य अधिकरणे किमपि अस्ति, सः अथवा तद् धूमाधिकरणवृत्ति. तावद् अस्तु. अग्रे भगिनि, सन्ध्या भगिनि ओ अत्यन्ताभाव अप्रतियोगी. तर्हि धूमाधिकरणवृत्तिः यः अस्ति सः कः इत्युक्ते सः वह्निः इति वा? वह्नि इति तु सत्यं, तदपि सत्यं. धूमाधिकरणवृत्तिः इत्युक्ते वह्नि इति अवश्यं, तद् सत्यं. परन्तु अस्मिन् प्रसङ्गे धूमाधिकरणवृत्तिः कस्य विशेषणम् इति परिशीलनीयं भवति. अत्यन्ताभाव अप्रतियोगी इति वा तत्र? सत्यं सत्यम्. अत्यन्ताभावः इति यदस्ति तस्य प्रतियोगी अस्ति धूमाधिकरणवृत्ति, क्षम्यतां, तस्य विषयवृत्तिः इति. अधुना धूमाधिकरणवृत्तिः का? धूमाधिकरणं किम्? पर्वतः. पर्वतः. धूमाधिकरणे कस्यचित् अभावस्य वृत्तित्वम् अस्ति. अस्तु, सः एव अभावः धूमादिकरणवृत्तिः इति. अवगतं वा? धूमादिकरणे इत्युक्ते पर्वते अवश्यं वह्नेः अत्यन्ताभावः नास्ति इति ज्ञातमेव. व्याप्यव्यापकभाव वह्निना व्याप्यः धूमः, तर्हि ज्ञातमेव धूमादिकरणे वृत्तिः यः अस्ति सः अवश्यं वह्नेः अत्यन्ताभावः नास्ति, अन्यस्य कस्यचिदपि अभावः भवितुमर्हति. यथा घटाभावः, पटाभावः, तत्सर्वम् अस्ति पर्वते, खलु? तर्हि अत्यन्ताभावस्य प्रतियोगी कः भवति? सः पदार्थः एव. पदार्थः एव, अतः हा, अतः तत्र अत्यन्ताभावः यस्य अस्ति तस्य अप्रतियोगी आवश्यकः. इत्युक्ते तत्र अवगतं, किञ्चित् वक्तुं किञ्चित् क्लेशः अस्ति इतोपि. अनुयोगी वा भगिनि? किं किं जयन्ति भगिनि, इतोपि एकवारम्? अप्रतियोगी इत्युक्ते यः प्रतियोगी न इत्युक्ते अनुयोगी वा? न न न न न, अनुयोगी इति मा चिन्तयतु. अवश्यं प्रतियोगी अनुयोगी विरोधिनौ इति अवश्यं सत्यं, परन्तु अप्रतियोगी, अप्रतियोगी इत्यनेन अत्र यः प्रतियोगी नास्ति इति तावदेव. अस्तु, इत्युक्ते यदि घटस्य अत्यन्ताभावः अस्ति तर्हि तस्य प्रतियोगी घटः एव अस्ति, परन्तु अप्रतियोगी इत्युक्ते प्रायः पटः स्यात् तत्र, तादृशं. पटः स्यात् अथवा वह्निः. वह्निः. तर्हि एतद् वाक्यमस्ति किल, एतद् वाक्यखण्डः अस्ति, धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः. केवलं तावत् पर्यन्तं पठति चेत् तत्र किं कस्य विशेषणम्? एतत् सर्वं वह्नेः विशेषणं, धूमाधिकरणवृत्ति अत्यन्ताभावप्रतियोगी इति वह्नेः विशेषणं. वह्नेः विशेषणं सम्यगस्ति. तर्हि आहत्य एतत् सर्वम् उक्तं, धूमाधिकरणवृत्ति अत्यन्ताभावः, तस्य अत्यन्ताभावस्य अप्रतियोगी कः? सः वह्निः इति साधितम्. अधुना वाक्यस्य अग्रिमभागं पठतु. समानाधिकरणधूमः. तत्र किम् अवगतम्? तर्हि वह्निः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे एव धूमः अपि अस्ति. हा, तर्हि इत्युक्ते यस्मिन् पर्वते वह्निः अस्ति तस्मिन् पर्वते एव धूमः अस्ति इति. तर्हि आहत्य धूमः कीदृशः? वह्नि समानाधिकरणः, खलु? इदानीम् उन्नतः बालकः अस्माकं बहु प्रिय उदाहरणमस्ति. उन्नतः बालकः इत्युक्ते बालके औन्नत्यम् इति किल. तर्हि वह्नि समानाधिकरणः धूमः इति वदामश्चेत् तत्र धूमः विशेष्यं, वह्नि समानाधिकरणः इति विशेषणमिति चिन्तयतु. तर्हि धूमे किम् अस्ति? धूमे वह्नि समानाधिकरणत्वम् अस्ति. हा, सत्यं, वह्नि समानाधिकरणत्वम् अस्ति अथवा वह्नि समानाधिकरण्यं यथा अग्रिमवाक्ये अस्ति. अग्रिमवाक्यखण्डे उदं वा? आम्. हा, इदमेव वह्नि समानाधिकरण्यं व्याप्तिः इति उच्यते, वह्नि व्याप्तिः इति. अवगतम्? तर्हि व्याप्तिः, वह्नि व्याप्तिः इत्युक्ते वह्नि समानाधिकरण्यम्. सत्यं, पुनः सः वह्निः कीदृशः? वह्निः अस्ति धूमाधिकरणवृत्ति अत्यन्ताभावप्रतियोगी. वह्निः तादृशवह्नेः समानादिकरण्यं धूमे, तद् समानादिकरण्यम् एव व्याप्तिः. तदेव वह्निव्याप्तिः इति. जयन्ति भगिनी, भवत्याः चिन्तनं किमस्ति? तदेव तस्य स्पष्टीकरणार्थमेव प्रश्नः आसीत्. धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी तावत्पर्यन्तं वह्नेः विशेषणं, वह्निः इति विशेष्यः खलु भगिनी? सत्यं सत्यं सत्यं. परन्तु तावत्पर्य मिलित्वा वदनेन सर्वमेव धूमस्य विशेषणं वा? धूमाधिकरणम् अस्तु अस्तु. सर्वं सर्वमपि वह्नि समानादिकरणधूमः इति लघु धूमस्य लघु उल्लेखः इति चिन्तयतु. वह्नि समानादिकरणधूमः इति वदति चेत् वह्नि समानादिकरण्यं धूमे, यथा औन्नत्यं बालके उन्नतः बालकः तद्वत् तावदेव. इदं इदं वह्नि सामानादिकरण्यम् अथवा वह्नेः सामानादिकरण्यम् एव वह्निव्याप्तिः अथवा वह्नेः व्याप्तिः. अधुना वह्नि समानादिकरण्यम् इति उच्यते चेत् तर्हि व्यापकव्याप्यभावः सुदृढः भवतु इति कृत्वा वह्निः कीदृशः इति वक्तव्यं भवति. वह्निः तादृशः अस्ति यः पक्षे विद्यमानस्य अभावस्य अप्रतियोगी अस्ति. तादृशः वह्नेः व्याप्तिः धूमे इति साधयितुम् इच्छामः. भगिनी, किमर्थम् एतस्य विशेषणस्य आवश्यकः इति मम प्रश्नः. इत्युक्ते वह्निव्याप्य धूमः वा वह्निवृत्तित्वं धूमे इति वदनेन सर्वं सुलभः एव भवति खलु, परन्तु किमर्थम् अत्यन्ताभाव अप्रतियोगी इति तस्य शेषणम् इति व्याप्तेः लक्षणवाक्यम् अस्ति, अग्रे अपि दत्तं. हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी समानाधिकरण्यम् इति व्याप्तिः. किमर्थं तथा इति न जाने, वर्गेण चर्चितमपि, किन्तु व्याप्तिः, अन्वयव्याप्तिः अथवा व्यापकव्याप्यभावः अवगन्तव्यः चेत् कथञ्चित् दलसार्थक्यं भवेत् अस्यापि. दलसार्थक्यम् इति किञ्चित् पठितवन्तः खलु पूर्वमपि. बहूनि विशेषणानि आसन्, तर्हि किं किम् आवश्यकं, तत्सर्वं किमर्थम् आवश्यकम् इति. तर्हि प्रायः अग्रे किञ्चित् पठेम, तर्हि किं बोध कः बोधः भवति इति. अस्तु, सन्ध्या भगिनी अग्रे पठति वा, अस्य अर्थः कः? आं भगिनि, अस्य अर्थः कः? धूमव्यापकः वह्निः इत्युक्तौ धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः. तर्हि एतत्तु दृष्टवन्तः एव वह्नेः विषये. व्याप्तेः स्वरूपं कथयति, हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरण्यं व्याप्तिः. हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरण्यं व्याप्तिः. तर्हि यत् पूर्वस्मिन् वाक्ये दृष्टवन्तः, वह्नि धूमयोः उदाहरणं दत्त्वा, इदानीं तत्र वह्नेः स्थाने तत्र साध्यम्, अनन्तरं हेतोः स्थाने धूमस्य स्थाने हेतुः इति यदि स्थापयामः तर्हि तदेव वाक्यम् एतत् पुनः अत्र सिद्ध्यति. हेत्वाधिकरणवृत्ति इत्युक्ते धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यम् इत्युक्ते वह्निः. वह्नेः समानाधिकरण्यं व्याप्तिः इत्युक्ते वह्नेः समानाधिकरण्यं धूमे यदस्ति तद् व्याप्तिः इति, अनेन अन्वयव्याप्तिः, एतद् अन्वयव्याप्तिः अस्ति इति. हा सम्यक् सम्यक्, इति अन्वयव्याप्तेः कारणं. तर्हि अत्र प्रश्नः आगच्छेत् किमर्थं साध्याधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी, हेतुसमानाधिकरण्यं व्याप्तिः किमर्थं न स्यात् इति प्रश्नः आगच्छेत् खलु, इति मम मनसि अपि आगतमासीत् वर्गे. धूमात् आरभ्य धूमपर्यन्तं गतं तत्र, पश्यन्तु धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वृत्निः समानाधिकरणधूमः. तथा एव विपरीतरीत्या कुर्मश्चेत् वह्न्यधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी धूमः समानाधिकरणवह्निः किमर्थं न स्यात् इति एकः प्रश्नः. तर्हि तत्र उत्तरत्वेन हेतुः अस्ति चेत् साध्यः अस्ति एव अन्वयव्याप्तिप्रसङ्गे किल, धूमः अस्ति चेत् अवश्यं वह्निः अस्ति इति, तत् सत्यमेव. परन्तु यत्र यत्र वह्निः भवति तत्र तत्र धूमः भवेदेव इति निश्चयत्वेन न वक्तुं शक्नुमः. वह्निः धूमेन विना अपि भवितुमर्हति कुत्रचित् इति कृत्वा विपरीतरीत्या स्वीकृतवन्तः तत्र हेत्वधिकरणवृत्ति अत्यन्ताभावः, तयोर्मध्ये विशेषणविशेष्यभावः, तादृश अत्यन्ताभावस्य अप्रतियोगी सः कः, सः साध्यः इत्युक्ते वह्निः. तादृशवह्नेः समानाधिकरण्यम् अस्ति व्याप्तिः, तद्वान् धूमः, तादृशव्याप्तिमान् धूमः. अतः वह्नि सामानादिकरण्यम् अथवा वह्निव्याप्तिः धूमे इति आहति. अत्र कोऽपि प्रश्नः वा कस्यचित् अथवा किमपि चिन्तनम्? अस्तु, राजेन्द्रमहोदय वक्तुम् इच्छति वा स्वस्य वाक्यैः व्याप्तिः इत्युक्ते किम् इति, किञ्चित् प्रयत्नं करोति वा? राजेन्द्रमहोदय अस्ति किम्? आं भगिनि, चिन्तयामि, किञ्चित् क्लिष्टकरमेव अस्ति, चिन्तयामि. न, प्रयत्नं करोतु. हेत्वधिकरणवृत्तिः इत्युक्ते किम् इति सर्वं वदतु, सहायं कुर्मः. हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामान्यधिकरण्यं व्याप्तिः. एतत् वाक्यं तु यथा पूर्वमासीत् तत् तथैव अस्ति. अत्र धूमस्य अपेक्षा अत्र हेतुः अस्ति, तत्र वह्निः अपेक्षा अत्र साध्यम् अस्ति, समानधिकरणं धूमः, व्याप्तिः अस्ति. तत्तु अवगच्छामि, परन्तु एतत् सर्वं वर्णनं धूमस्य कृते एव अस्ति, तस्य परिभाषा अस्ति वा भगिनी? अस्तु अस्तु, पश्येम. उपरितनवाक्यमस्ति खलु, धूमाधिकरणवृत्ति अत्यन्ताभावः इति. तत्र अत्यन्ताभावः इति विशेष्यः, अस्तु, धूमाधिकरणवृत्तिः इति विशेषणम्. धूमाधिकरणे एकः अत्यन्ताभावः अस्ति, सः वह्नेः अत्यन्ताभावः वा? राजेन्द्रमहोदय, इदानीं प्रथमतया धूमाधिकरणः कः, धूमाधिकरणं किम्? पक्षः, पर्वतः. पर्वतः, हा, पर्वतः धूमाधिकरणं. धूमाधिकरणवृत्तिः इत्युक्ते धूमाधिकरणे पर्वते किमपि अस्ति, सः कोऽपि पदार्थः अस्ति, सः धूमाधिकरणवृत्तिः. अवगतं तद् तावत्पर्यन्तं? धूमाधिकरणवृत्तिः कः? पर्वतः. वृत्ति इत्युक्ते आधेयः, धूमाधिकरणे इत्युक्ते पर्वते कश्चन अस्ति वृत्तिः अथवा आधेयः, सः कः? सः अत्यन्त अभावः अप्रतियोगे वह्निः। हा हा एकनिमिष एकनिमिष सः अत्यन्ताभावः खलु धूमादिकरणे एकः अत्यन्ताभावः अस्ति घटस्य अत्यन्ताभावः इति चिन्तयतु। धूमादिकरणे पर्वते घटः नास्ति किल, धूमादिकरणे पर्वते वह्निः अस्ति धूमः अस्ति घटः नास्ति, तर्हि घटस्य अत्यन्ताभावः धूमादिकरणे अस्ति इति बुद्धं वा? अतः अत्यन्ताभावः धूमादिकरणवृत्तिः, अनयोः मध्ये विशेषणविशेषभावः वर्तते। अस्तु, इदानीं तादृश अत्यन्ताभावस्य अप्रतियोगी कः? हा वह्निः। तादृश अत्यन्ताभावस्य प्रतियोगी तु घटः वा पटः वा तन्तुः वा यः कोऽपि अभावः सः पदार्थः भवति खलु। अप्रतियोगी वह्निः, तादृशवह्निः यः धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी, तादृशवह्निः समान अधिकरणे अस्ति वा? धूमे अत्र यथा अत्र लिखितम् अस्ति अस्ति सत्यं, धूमस्य अधिकरणं किं? पर्वतः खलु, पर्वतः धूमस्य समानाधिकरणे एव अन्यः कः अस्ति? वह्निः अस्ति। हा वह्निः कीदृशः? अप्रतियोगी। हा अप्रतियोगी वह्निः, पुनः कस्य अप्रतियोगी वह्निः? सत्यम्, अत्यन्ताभावस्य घटस्य अत्यन्ता पटस्य अत्यन्ताभाव तस्य अप्रतियोगी वह्निः, पुनः सः अत्यन्ताभावः कुत्र अस्ति? पर्वते पर्वते अस्ति इत्युक्ते धूमादिकरणे, धूमादिकरणकरणम् इत्युक्ते पर्वतः, तस्मिन् कश्चन अत्यन्ताभावः अस्ति, तस्य अत्यन्ताभावस्य अप्रतियोगी अस्ति वह्निः, परन्तु वह्निः अपि धूमादिकरणे एव अस्ति पर्वते, अतः समानाधिकरणौ वह्निः च धूमः। तर्हि धूमः कीदृशः इत्युक्ते वह्निसमानाधिकरणः इति उच्यते, पुनः वह्निः कीदृशः इत्युक्ते एतत् सर्वं धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः, तस्य समानाधिकरण्यं धूमे अस्ति, समानाधिकरण्यम् इत्युक्ते एव व्याप्तिः इति बुद्धा? चिन्तयामि। अस्तु अस्तु, तर्हि अग्रे सावित्री भगिनी पठति वा? सावित्री भगिनी अस्ति किम्? तर्हि राजेन्द्रमहोदय एव अग्रे पठतु कृपया। एत्वा अधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगी साध्य सामान्य तदभवत् यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयम् एव अर्थः, यथा उपरि वयं पठितवन्तः तत्र तस्य अर्थं तथैव अस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयमेव अर्थः, नाम धूम अधिकरणवृत्तिः यः अत्यन्त अभावः तत्र सः च वह्नेः अत्यन्त अभावः न भवति, सः च वह्नेः अत्यन्त अभावः न भवति, यतोहि धूमादिकरणे सर्वदा वह्निः भवति, यत्किमपि सत्य अत्यन्त अभावः अस्ति सः तु वह्नेः न भवति, यतोहि धूमादिकरणे सर्वदा वह्निः भवति एव, तथैव वदामः यत्र यत्र धूमः तत्र वह्निः, तथैव तत्र सदैव धूमः। तर्हि तर्हि अस्माभिः अङ्गीकृतमस्ति धूमः हेतुः इत्युक्ते व्याप्यः, वह्निः व्यापकः इति अङ्गीकृतम्। अङ्गीकारः इत्युक्ते किं? तेन बोधः भवेत् यत् धूमादिकरणे वह्निः अवश्यके, वह्निः व्यापकः, धूमम् आच्छाद्य तिष्ठति, व्याप्य तिष्ठति तस्मिन्नेव अधिकरणे, अतः वह्निधूमौ समानाधिकरणौ इति निश्चयेन वक्तुं शक्नुमः, अतः वह्नेः अत्यन्ताभावः धूमस्य अधिकरणे सर्वदा न भवति, सर्वदा न भवति. अतः वह्नेः अत्यन्त अभावः स्वीकर्तुं न शक्यते, किन्तु घटपटादि अत्यन्त अभावः भवति. तस्य प्रतियोगी घटपटादि अप्रतियोगी भवति वह्निः. इत्युक्तौ तदेव साध्यम्. किं बुद्धं तत्र? तत्र इदानीम् एव वयं दृष्टवन्तः, तत्र वह्निः अत्यन्त अभावः न स्वीकर्तुं शक्नुमः, किन्तु घटपटादि अत्यन्त अभावः भवति एव. तस्य प्रतियोगी घटपटादि एव अप्रतियोगी भवति वह्निः, यथा पूर्वम् इदानीमेव साधितवन्तः, तथैव अत्र पुनः पुनः अस्ति. इत्युक्तौ तदेव साध्यं, वह्निः एव साध्यम्. स च धूमादिकर्णवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः, तादृशवह्निः अधिकर्णवृत्ति धूमः पुनः. पुनश्च तथैव किञ्चित् सर्क्युलर् आर्ग्युमेण्ट्स् भवन्ति अत्र. पुनश्च तथैव धूमाधिकर्णवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः, तादृशवह्निः अधिकर्णवृत्ति धूमः पुनः. इत्युक्ते किम् अत्र पुनः उक्तं, यतोहि धूमः वह्निः उभयोः अधिकरणं समानम् समानं, पर्वतः पक्षः एव उभयोः अधिकरणं. वह्नेः अधिकरणवृत्तिः धूमः, धूमस्य अधिकरणवृत्तिः वह्निः, खलु? इति उभयता वक्तुं शक्नुमः. अतः धूमाधिकरणवृत्तिः अत्यन्ताभावः नाम घटपटाभावः, तस्य अप्रतियोगी वह्निः. तस्य वह्नेः एव अधिकरणे धूमः अपि वर्तते इति बुद्धम्? आम् आम् आं भगिनि, तथैव यत्र यत्र धूमः तत्र तत्र वह्निः वदामः, तस्य अर्थः सः एव, समानाधिकरणमस्ति तत्र. वह्नेः अधिकरणवृत्तित्वं धूमे, इयमेव धूमे विद्यमान वह्निः व्याप्तिः. धूमे धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः सामानाधिकरण्यम् इति व्याप्तिः साध्यम् एव अन्वय व्याप्तिः. किञ्चित् अवगच्छामि भगिनि, परन्तु किञ्चित् अधिकपरिशीलनं भवेत्. अस्तु अस्तु, तर्हि जयन्ति भगिनि अन्तिमवाक्यत्रयं किञ्चित् प्रतिपादयति वा? वह्नि अधिकरणवृत्तित्वं धूमे इत्यस्मात् वा? हा, स च धूमाधिकरणवृत्ति अस्तु, वह्नि अधिकरणवृत्तित्वं धूमे इत्युक्ते द्वयोः समानाधिक वदतु भगिनि. इति सत्यं, केवलम् एवं चिन्तयतु, उन्नतः बालकः इति वदति चेत् उन्नतत्वं बालके, तद्वद् परिवर्तनं करोतु किञ्चित् तत्र तस्मिन् वाक्ये. धूमे वह्नि अधिकरणवृत्तित्वम् अस्ति इत्युक्ते किम्? इत्युक्ते आम् अस्तु, धूमः धूमस्य विशेषणम् अस्ति वह्नि अधिकरणवृत्तिः इति पूर्वं दृष्टवन्तः, अतः वह्नि अधिकरणवृत्तित्वम् अस्ति धूमे. तावदेव, तर्हि तादृशवह्निः कीदृशः इत्यर्थम् इत्यस्य कृते धूमाधिकरणवृत्ति अत्यन्ताभावः प्रतियोगी वह्निः, तादृशवह्नेः वृत्तित्वम् अस्ति धूमस्य, अथवा तादृशवह्नेः अधिकरणवृत्तित्वं धूमे. अग्रे भगिनि. इयमेव धूमे विद्यमानवह्निव्याप्तिः इत्युक्ते वयम् आरम्भं कथं कृतवन्तः, वयम् आरम्भं कथं कृतवन्तः, वह्निव्याप्तिः नाम कः इति इत्युक्ते धूमः इति व्याप्तिवान् धूमः, व्याप्तिः इति धूमः इति वयं पठितवन्तः. सत्यं व्याप्तिः व्याप्तिः धूमे एव अस्ति इति. आम् आम् परन्तु व्याप्तिः धूमे अस्ति इत्यस्य निगमनम् एतस्मात् वा, वह्नि अधिकरणवृत्तित्वं धूमे इत्यस्मात् वा प्रथमवाक्यात् वा? तर्हि सर्वदा व्याप्तिः व्याप्ये अस्ति इति स्वीकारः खलु? अस्तु अस्तु अस्तु. व्याप्तिः इति व्याप्ये एव अथवा हेतौ एव अस्ति इति स्वीकारः. यः व्याप्तिमान् सः व्याप्यः इति परिच्छेदस्य प्रथमपङ्क्तौ इति स्वीकारः. विपरीतदिशि नास्ति, व्यापके व्याप्तिः इति न स्वीकारः. व्याप्यः व्याप्तिमान् इति स्वीकृत्य व्याप्तिः कीदृशी इत्यस्य चर्चा अधुना. व्याप्तिः कीदृशी? व्याप्तिः इत्युक्ते वृत्तित्वं. कस्य वृत्तित्वं? साध्यस्य वृत्तित्वं. साध्यस्य अधिकरणे वृत्तित्वम् एव व्याप्तिः. पुनः साध्यः कीदृशः? हेत्वधिकरण अत्यन्ताभाव अप्रतियोगी इति साध्यः अथवा वह्निः. तादृशसाध्य अधिकरणवृत्तित्वम् एव व्याप्तिः अथवा तादृशसाध्य सामानाधिकरण्यम् एव व्याप्तिः. वृत्तित्वं सामानाधिकरण्यम् इति सर्वं समानम्. भगिनी, भवती यत्पूर्वम् उक्तवती तत्र किमर्थं विपरीत दिशि इति न वक्तुं शक्नुमः, तत्र साध्याधिकरणवृत्ति हेतु सामानाधिकरण्यम् इति. तर्हि तत्र यस्य यः व्याप्यः अस्ति सः एव हेतुः, तस्य एव अधिकरणवृत्ति सामानाधिकरणम् एतत् सर्वं तत् तस्मिन्नेव व्याप्तिः अस्ति इति कृत्वा एकस्यां दिशि एव गच्छति इति किल? सत्यं सत्यम्. एकस्यां दिशि एव गच्छति, यतोहि व्याप्तिः व्याप्ये अस्ति इति परन्तु विपरीतं न भवति. यदा कदा व्यापकः तत्र व्याप्यः न भवेत्, यद् अस्ति धूमः न भवेत् तत् एवं वा भगिनि? सत्यं सत्यं महोदय. व्याप्तिः कीदृशी इति विवरणं दातुम् अपरस्मिन् दिशि गच्छामश्चेत् कदाचित् भवति कदाचित् न भवति, तर्हि तथा वक्तुं न शक्नुमः. अस्तु अस्तु, आहत्य भगिनी अन्तिमवाक्यं किम् अस्ति? धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्नि सामानाधिकरण्यम्. वह्नि सामानाधिकरण्यं धूमौ अस्ति, तादृशधूमः धूमाधिकरणवृत्ति वृत्तिः अस्ति वह्निः. वह्निः कीदृशः अस्ति? अत्यन्ताभावस्य अप्रतियोगी अस्ति, इत्युक्ते द्वयोः समानाधिकरण्यम् एव. हा, समानाधिकरण्यम् इति स्वीकृतं. कस्य समानाधिकरण्यम्? वह्नेः समानाधिकरण्यम्. वह्नेः आम् आम् पुनः वह्नेः इति उक्तं खलु, तर्हि वह्निः कीदृशः इत्युक्ते धूमाधिकरणवृत्ति. अस्तु, तत्सर्वम् आयाति. अतः अन्वयव्याप्ति इत्युक्ते किं? साध्यस्य एव अथवा वह्नेः एव व्याप्तिः, वह्नेः एव समानाधिकरण्यम्. बुद्धम्? आम् आम् आहत्य साध्यस्य व्याप्तिः अस्ति हेतौ इति. इयमेव समानाधिकरणम् एव व्याप्तिः इत्यनेन अपि सूच्यते अत्र. अस्तु, साध्यस्य एव तर्हि मनसि स्यात् यत् साध्यस्य एव व्याप्तिः, साध्यः एव व्यापनं करोति खलु, तर्हि तस्य एव व्याप्तिः भवति धूमे इति वार्ता. अतः हेतु इत्यस्मात् आरभ्य हेत्वाधिकरण इत्यादिकम् उक्त्वा अन्ततो गत्वा हेतोः एव विवरणम् आसीत्. साध्यस्य व्याप्तिः इति पूर्वमेव अवगमनं जातं वा अन्तिमे इति प्रश्नः. इत्युक्ते प्रथमं तु व्याप्ये हेतौ व्याप्तिः अस्ति इति अस्माभिः ज्ञातं, कस्य व्याप्तिः इति तत्र प्रश्नः न आसीत् खलु? नासीत् नासीत्, परन्तु तदनन्तरम् उक्तं वह्निव्याप्तिः धूमे इति, इत्युक्ते साध्यस्य व्याप्तिः हेतौ इति कृत्वा सः व्याप्तिः इत्युक्ते अन्वयव्याप्तिः एव, व्याप्तिः इत्युक्ते सः कीदृशः, कीदृशी व्याप्तिः इति तस्य लक्षणवाक्यम् आसीत् एतत्. अस्तु, इतोपि एकवारं मन्दं मन्दं पठन्ति चेत् अवश्यं स्पष्टं भवेदेव, तत्र चाटिल्यं नास्ति इति भाति. अन्यत् किमपि चिन्तनम् अत्र? नो चेत् विरमामः. धन्यवादः भगिनी. धन्यवादः.